अस्तु, अद्यतनविषयः अस्ति उद्देश्यविधेयभावः इति. अयं विषयः तु नितरां नूतनः विषयः. उद्देशविधेयभावं वयं बहुवारं दृष्टवन्तः स्मः न्यायवर्गे, यथा अधिक आधेयताश्रयः यज्ञदत्तः इति प्रसिद्धं वाक्यमस्ति तत्र. अपि च विभागसंयोगनाशयोः कार्यकारणभावः साधनवेलायामपि आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः इति दृष्टं. ये केऽपि अस्मिन् वर्गे सन्ति ते जानीयुः. किन्तु विषयः तु नितरां नूतनः अस्ति, तर्हि सर्वे अनायासेन अवगन्तुं शक्नुवन्ति. तर्हि नूतनाः ये सन्ति, भयं मास्तु. उद्देशविधेयभावः इति सामान्यविषयः एव, तत्र किमपि न्यायविषयः इति नास्ति. तर्हि सर्वे अग्रे सर्तुं शक्नुवन्ति इति. अस्तु, तर्हि अग्रे सरेम. कोऽपि अस्ति वा नूतनतया? आं भगिनि, सावित्री अस्मि. सावित्री भगिनि, अनन्तरम् अजितमहोदय अस्ति. हा अस्तु, समीचीनं महोदय. अस्तु, तर्हि आरभामः. जयन्ती भगिनी पठितुमिच्छति वा, आरब्धुमिच्छति वा? आं भगिनि. उद्देश्यविधेयभावः. गते पाठे उक्तं यत् विशेषणविशेष्यभाव उद्देश्यविधेयभाव भावयोर्च मध्ये सूक्ष्मभेदः विद्यते. कुत्रचित् अस्य भेदः नावगम्यते चेदपि स्वस्य कार्यं प्रवर्तयितुं शक्यते. परन्तु अन्यत्र द्वयोः मध्ये विद्यमानभेदस्य बोधो न भवति चेत् भाषायां दोषो जायते. अतः अनयोर्मध्ये यत् वैलक्षण्यम् अस्ति, तस्मिन् महत्त्वम् अस्माभिः अवधातव्यम्. सम्प्रति कीदृशं पार्थक्यम् अस्ति इति पश्येम. पूर्वं प्रायः अस्माकम् अनुमानवाक्यविषये उद्देश्यविधेयभावस्य चर्चा जाता. परन्तु तत्र उद्देश्यविधेयभावः इत्युक्ते विशेषणविशेष्यभावः सदृशः एव इति कृत्वा अग्रे अवगन्तुं प्रयत्नं कृतः, अस्माभिः कृतः. परन्तु कुत्रचित् भेदस्य आवश्यकता नास्ति. विशेषणविशेष्यभावस्य अर्थेन एव अग्रे गन्तुं शक्नुमः, अर्थस्य बोधनं भवति. परन्तु कुत्रचित् द्वयोः मध्ये इत्युक्ते विशेषणविशेष्यभावः अपि तु उद्देश्यविधेयभावयोः मध्ये कः भेदः अस्ति इति अवगन्तुम् अपेक्षा भवति, अवगमनस्य अपेक्षा भवेत्. अतः कीदृशः भेदः वर्तते अनयोर्मध्ये इति अग्रे पश्येम. समीचीनमस्ति. तर्हि सर्वे अवगतवन्तः वा? अवगमनं न जातं चेत् कृपया अस्मान् स्थगयतु मध्ये मध्ये. ये केऽपि नूतनाः सन्ति ते अपि कृपया स्थगयित्वा प्रश्नान् पृच्छन्तु. तर्हि हा, जयन्ती भगिन्या यथा उक्तं, विशेषणविशेष्यभावः उद्देश्यविधेयभावः इति अस्ति. तर्हि तयोः मध्ये सूक्ष्मः एव भेदः अस्ति. कथञ्चित् कदाचित् उभयोः भेदः न अवगम्यते चेदपि कार्यं प्रवर्तते, तत्र कोऽपि क्लेशः नास्ति. किन्तु अस्य बोधः भवति चेत् तर्हि भाषायां दोषः न जायते इति उक्तमस्ति अत्र. अस्तु, भगिनी भवती एव अग्रे अपि पठतु अग्रिमवाक्यम्. आं भगिनि. उद्देश्यविधेयभावस्य बोधनार्थं प्रथमतया अस्माकं ज्ञातवाक्यं परिशीलनीयं. यज्ञदत्तः आसने उपविष्टः इति प्रसङ्गे आसननिष्ठ अधिकरणता निरूपित आदेयताश्रयः यज्ञदत्तः. अग्रे पठामि वा? किञ्चित् अस्य विषये वदति वा? आम् अस्तु. अस्माकम् उद्देश्यविधेयभावस्य अवगमनार्थम् अस्माकं वाक्यम् अस्ति अस्मिन् करपत्रे. आसननिष्ठ अधिकरणता निरूपित आदेयताश्रयः यज्ञदत्तः इति दीर्घं वाक्यम् अस्ति. बहूनि समस्तपदानि सन्ति तस्मिन्. अग्रे सत्यम् अग्रे तस्य विवरणं दीयते. अस्तु, इति उदाहरणमस्ति, उद्देश्यविधेयभावस्य उदाहरणमस्ति. एतद्वाक्यं तु वयं पूर्वमपि दृष्टवन्तः आरम्भे एव विद्याधरीग्रन्थे, खलु? आधेयताश्रयः यज्ञदत्तः इति. तत्र यद्यपि आधेयताश्रयः यज्ञदत्तः इत्यनयोः मध्ये यद्यपि विशेषणविशेष्यभावः इव दृश्यते, तथापि तत्र उद्देश्यविधेयभावः अस्ति इति अवगन्तव्यं भवति. अस्तु, तत् कथम् अस्ति इति अग्रे पश्येम. रामप्रिया भगिनी पठितुमिच्छति वा? आं भगिनि. आसननिष्ठा इत्यनेन आसने विद्यमाना सप्तमी तत्पुरुषसमासः आसने निष्ठा. अत्र वक्तव्यं यत् यद्यपि सूत्रविधानेन सप्तमी तत्पुरुषसमासः अल्पस्थानेषु भवति, किन्तु प्राचीनसाहित्ये सप्तमी तत्पुरुषसमासः लभ्यते यत्र पाणिनीयसूत्रेण न अपि विधीयते. दृष्टान्ते पुरुषोत्तमः इति शब्दः अस्ति, देवः इति तात्पर्यम्. पुरुषेषु उत्तमः पुरुषोत्तमः. सप्तमी शौण्डैः इति सप्तमी तत्पुरुषसमासविधायकं सूत्रम्. अस्मिन् सूत्रे शौण्डादिगणः पठितः. अस्मिन् गणे षोडशशब्दाः सन्ति, निपुण, कुशल, प्रवीण, पण्डित इत्यादयः. शौण्डादिगणे उत्तमशब्दः नास्ति, तदापि पुरुषोत्तम इति समासः कीदृशः इति चेत् सप्तमी तत्पुरुषसमासः इत्येव वक्तव्यं भवति. अत्र प्रसिद्धम् उदाहरणं, किन्तु काव्येषु इतोपि तादृशः यथेष्टं शब्दाः स्वीकृताः सप्तमी तत्पुरुषसमासापरिधौ. अतः सूत्रविधानं नास्ति चेदपि एतादृशेषु स्थलेषु सप्तमी तत्पुरुषसमासः क्रियते. आसननिष्ठा आसने निष्ठा. अत्र आसननिष्ठा इति यदा अस्ति पूर्वतनपरिच्छेदे तद्विषये अस्ति. आसननिष्ठा इत्युक्ते आसने विद्यमाना इति, तत्तु सप्तमी तत्पुरुषसमास विधायकपदम् अस्ति. आसने निष्ठा इति विग्रहवाक्यमस्ति, विग्रहवाक्यमस्ति. अत्र वक्तव्यं यत् यद्यपि सूत्रविधानेन सप्तमी तत्पुरुषसमासः अल्पस्थानेषु भवति, किन्तु प्राचीनसाहित्ये सप्तमी तत्पुरुषसमासः लभ्यते यत्र पाणिनीयसूत्रेण नापि विधीयते. अत्र सूत्रं सप्तमी शौण्डेः इति सूत्रेण विधानेन सप्तमी तत्पुरुषसमासः अल्पस्थानेषु एव तद्भवति चेदपि प्राचीनसाहित्ये इत्युक्ते पूर्वतनसाहित्ये सप्तमी तत्पुरुषसमासविधायकपदं अधिकतया लभ्यते इति अर्थम्. अत्र विधायकपदम् इत्यस्य स्थाने सप्तमी तत्पुरुषसमासयुक्तपदम् इति युक्तपदं सर्वत्र लभ्यते इति पूर्वतनसाहित्ये प्राचीनसाहित्ये लभ्यते इति अस्ति. एकम् अन्यत् उदाहरणमस्ति पुरुषोत्तमः इति पदं. तत्र पुरुषोत्तमः इति पदस्य तात्पर्यमस्ति देवः इति. पुरुषेषु उत्तमः पुरुषोत्तमः. तत्र सप्तमी शौण्डैः इति सप्तमी तत्पुरुषसमासविधायकसूत्रमस्ति. पाणिनीसूत्रं तत्र शौण्डादि इति गणः अस्ति. तस्मिन् गणे षोडश शब्दाः सन्ति. ते निपुण कुशल प्रवीण पण्डित इति. तस्मिन् शब्दे उत्तमः इति शब्दः नास्ति एव. तदापि पुरुषोत्तमः इति समासः समासे तस्य उपयोगम् अस्ति इति अस्ति. तत्तु प्रसिद्ध उदाहरणम् अस्ति. काव्येषु तादृशः शब्दः बहवः सन्ति इति. अतः सूत्रविधानं नास्ति चेदपि एतादृशेषु स्थलेषु सप्तमी तत्पुरुषसमासः क्रियते. अत्र यदा सूत्र सप्तमी शौण्डेः इति सूत्रस्य सूत्रेषु तद् पदं नास्ति चेदपि तस्य उपयोगं बहवः स्थलेषु क्रियते इति अस्ति. आसने निष्ठा, आसननिष्ठा. बहु समीचीनमस्ति भगिनि. तथैव शौण्डादिगणः इति यः गणः अस्ति तस्मिन् उत्तमः शब्दः अपि नास्ति, किन्तु पुरुषोत्तमः, पुरुषेषु उत्तमः इति यथा भवति तथा आसने निष्ठ इति सप्तमी तत्पुरुषसमासः अत्रापि शक्यः इति. तर्हि अस्माकं वाक्यमासीत् किम्? आसननिष्ठ अधिकरणता निरूपित आदेयता आश्रयः यञ्ज्ञदत्. हा, समीचीनम् इति वाक्यमासीत्. तस्मिन् वाक्ये क्रमेण अधुना गच्छामः. पदविच्छेदं कृत्वा पदस्य समासः कः, विश्लेषणम् इत्यादिकं भवति. तर्हि आसननिष्ठा इति आसने निष्ठा इति सप्तमी तत्पुरुषसमासः. निष्ठा इति जानाति वा भगिनि? अत्र सूत्रम् नास्ति तु तस्य कार्यं करोति इत्युक्ते सत्यं भगिनि. सप्तमी शौण्डैः शौण्डादिगणे अन्तर्भूतः नास्ति. कः अन्तर्भूतः नास्ति? उत्तम इति शब्दः. तद्वत् निष्ठा इति अपि शब्दः नास्ति, परन्तु तथा कर्तुं शक्यते इति. आसने निष्ठा, आसननिष्ठा इति. तत्तु कथं वयम् अवगच्छामः? अत्र तत्पुरुष सप्तमी तत्पुरुषः अस्ति. अत्र सूत्रं तदर्थम् अहं पृष्टवती. निष्ठा इत्यस्य अर्थः कः जानाति वा? निष्ठा तु अत्र अस्ति. हा हा, अस्ति. आधेयः इति जानीमः खलु, आरम्भे एव एकवारं पठितवन्तः. वृत्तिः इति. तर्हि अस्मिन् सन्दर्भे अन्यः कः समासः भवितुं शक्नोति? अन्यत् किमपि नास्ति खलु, आसने निष्ठा इत्येव भवितुम् अर्हति इति मम मतिः. तदर्थं सप्तमी तत्पुरुषसमासः वक्तव्यः भवति अत्र. परिधौ इत्युक्ते सीमा. यथेष्टं शब्दः स्वीकृतः सप्तमी तत्पुरुषसमासपरिधौ, किन्तु काव्येषु इतोपि तादृशः यथेष्टं शब्दाः स्वीकृताः सप्तमी तत्पुरुषसमासस्य परिधौ इत्युक्ते सप्तमी तत्पुरुषसमासस्य श्रेण्याम् इति वक्तुं शक्यते. अस्तु भगिनि, धन्यवादः. सप्तमी तत्पुरुषसमासस्य कार्यं करोति. सप्तमी तत्पुरुषस् अत्रापि कार्यं करोति इति. अस्तु, अग्रे सरला भगिनि. अस्तु भगिनि, ततः अग्रे आसननिष्ठ अधिकरणता कर्मधारय समासः. आसननिष्ठ अधिकरणता, अत्र आसननिष्ठ अधिकरणता इति पदयोः एकार्थबोधकत्वं समानविभक्तित्वं च अस्ति. तदर्थं द्वयोः विशेषणविशेषभावसम्भव यस्मात् कर्मधारय समासः. अग्रे अधिकरणता निरूपिता तृतीया तत्पुरुषसमासः. अधिकर्मतया निरूपिता अत्र एकार्थबोधत्वं नास्ति, समानविभक्त्वम् अपि नास्ति, तदर्थं विशेषणविशेषभावः न सम्भवति. अग्रे अधिकरणता निरूपित आधेयता कर्मधारयसमासः. अधिकरणता निरूपिता आधेयता, आधेयता आधेयता आश्रय षष्टितत्पुरुषसमासः आधेयतायाः आश्रयः. पुनः अस्मिन् उदाहरणे आसननिष्ठ अधिकरणता निरूपित आधेयता आश्रय यज्ञदत्त तस्य विवरणम् अस्ति. अत्र आसननिष्ठा वयं चर्चितवन्तः. तस्य अग्रे आसननिष्ठ अधिकरणता कर्मधारयसमासः. अधिकरणता कीदृश अस्ति, आसननिष्ठ अस्ति. अत्र अधिकरणता भवति विशेषम्, आसननिष्ठ भवति विशेषणं. तथा अतः विग्रह रूपमस्ति आसननिष्ठा अधिकरणता. समस्तपदमस्ति आसननिष्ठ अधिकरणता इति अस्ति कर्मधारय समासः. हा हा, बहु समीचीनं भगिनि, हा सम्यक्तया उक्तं भवत्या, समीचीनमस्ति. तर्हि एकार्थबोधकत्वम् इति अस्ति खलु, तस्य विषये किञ्चित् जानाति वा? एकार्थबोधत्वं समान यदि विशेषणविशेषभाव तस्य मध्ये समानविभक्ति समानलिङ्गम् समानवचनम् अस्ति. एकार्थबोधत्वम् एकार्थं समानता अस्ति एतत् इत्युक् हा समानविभक्तिकत्वम् इति तु सुलभमस्ति, तत्तु जानीमः. पूर्वपदमस्ति आसननिष्ठा, अपि च उत्तरपदमस्ति अधिकरणता. उभयोः समाना विभक्ति एव अस्ति, प्रथमा विभक्ति इति समानविभक्तिकत्वम्. एकार्थबोधकत्वम् इत्युक्ते उभाभ्यां पदाभ्याम् आसननिष्ठा अपि च अधिकरणता उभाभ्याम् एकमेव वस्तु बुध्यते इति. यथा उन्नतः बालकः इति अस्ति खलु, उन्नत हा कर्मधारयं कृत्वा उन्नतबालकः इति जायते पदम्. तर्हि वाक्ये अथवा यस्मिन् कस्मिन्नपि प्रसङ्गे तस्य उपयोगः भवति तदा उन्नतः इत्युक्ते अपि बालकः, बालकः इत्युक्ते अपि बालकः. एकमेव वस्तु ज्ञानं ददाति. तर्हि अपि च पृथक्तया अस्ति चेत्, उन्नतः शब्दः पृथक्तया अस्ति, बालकः पृथक्तया अपरस्मिन् वाक्ये अस्ति चेत् तदा न भवति. एकस्मिन् प्रसङ्गे काण्टेक्स्ट् मध्ये एकार्थबोधकत्वं दृश्यते, तथा एव खलु अत्रापि. आसननिष्ठा अधिकरणता आसननिष्ठाधिकरणता तदर्थं द्वयो विशेषणविशेषभावः सम्भवः यस्मात् कर्मधारय समासः. सो अतः कारणं ददाति कर्मधारय समासः कथम् अस्ति. यदि विशेषणविशेषभावः द्वयो मध्ये वर्तते अतः कर्मधारय समासः भवति. अग्रे अधिकरणता निरूपता आसननिष्ठ अधिकरणता निरूपिता इति अस्ति तृतीयतत्पुरुषसमासः. तयोः मध्ये समानविभक्ति नास्ति. समान अधिकरणतया इति तृतीया विभक्ति निरूपिता अस्ति. उत्तर पदस्य अस्ति प्रथमा विभक्ति. अत्र एकार्थबोधकत्वं नास्ति. अधिकरणता निरूपिता एक विषये न ज्ञानं ददाति. तस्य निर्देशम् अस्ति आधेयता प्रति. सत्यं, तर्हि एकार्थबोधकत्वं नास्ति खलु. अधिकरणतया निरूपिता समानविभक्ति अपि नास्ति तत्र. अत्र विशेषणविशेषभावः अपि न सम्भवति तत्र. सो एतत् कर्मधारयसमासः न भवति सम्भवति. अग्रे अधिकरणता कीदृशसमासः अधिकरणता निरूपिता तृतीया तत्पुरुषसमासः भवति. तर्हि यत्र कुत्रापि क्तान्तपदम् अस्ति चेत् निरूपिता कीदृशपदम्? निरूपिता प्रथमा विभक्ति आकारान्त स्त्रीलिङ्ग. हा, तान्तपदम् अस्ति खलु, यथा लिखितः अथवा लिखितं पतितं तदा अस्ति निरूपिता. तर्हि प्रायेण क्ता इति प्रत्ययुज्यते. तर्हि प्रायेण यत्र कुत्रापि निरूपिता अथवा लिखिता इति भवति चेत् तृतीया तत्पुरुष. उदाहरणत्वेन रामहतः इत्युक्ते रामेण हतः, तादृशप्रयोगः भवति. अस्तु अस्तु, तर्हि अग्रे एकार्थबोधकत्वं नास्ति अनयोः मध्ये, समानविभक्तिकत्वमपि नास्ति, तर्हि विशेषणविशेषभावना अस्ति, तर्हि कर्मधारसमासः न भवति. अग्रे अधिकरणता निरूपित आधेयता कर्मधारसमासः. अधिकरणता निरूपित आधेयता विग्रहवाक्यमस्ति. अधिकरणता निरूपता आधेयता कीदृश आधेयता अस्ति? अधिकरणता निरूपिता. अत्र आधेयता तस्य विशिष्टमस्ति. आधेयता अधिकरणता निरूपता. अतः अधिकरणता निरूपता अस्ति विशेषण आधेयतायाः विशेषणमस्ति. आधेयता अस्ति विशेष. सो आधेयता आश्रय षष्ठ आधेयता आश्रय यज्ञदत्त. अत्र आधेयतायाः आश्रय भवति षष्ठी तत्पुरुषसमासः. हा, समीचीनं भगिनि. अस्तु भगिनि, अत्र भगिनि निरूपिता स्त्रीलिङ्ग न स्त्रीलिङ्ग एकवचन सत्यं. तदैव आधेयता अपि स्त्रीलिङ्ग. हा, समीचीनं, तथैव अस्ति. तदर्थमेव अनयोः मध्ये विशेषणविशेषभावः खलु. यल्लिङ्गं यद्वचनं या च विभक्ति विशेषस्य इति सूत्रमस्ति, श्लोकः अस्ति खलु. तर्हि सप्तमी तत्पुरुषः अस्ति चेत् विशेषणविशेषणभावः नास्ति. विशेषणविशेषभावः अस्ति केवलं कर्मधारयसमासे, अन्यत्र कुत्रापि न भवति. हा, अस्तु अस्तु, अग्रे पठिष्यति प्रायः महोदयस्य वर्गे समासः इति विषयः आगच्छति. किन्तु अधुना एवं बोध्यं यत् कर्मधारयसमासः तदा भवति यदा विशेषणविशेषभावः भवति पूर्वपद उत्तरपदयोः मध्ये. अत्र अधिकरणतानिरूपिता इति पूर्वपदमस्ति, आधेयता उत्तरपदमस्ति, उभयोः विशेषणविशेषभावः. एकार्थबोधकत्वं समानविभक्तिकत्वम् इति सर्वं दृष्ट्वा तत्र कर्मधारयः समासः इति उच्यते. एताश्रयः षष्टीतत्पुरुषसमासः आधेयतायाः आश्रयः. हा, आधेयतायाः आश्रयः इति षष्टीतत्पुरुषसमासः अस्ति. आधेयतायाः इति षष्टिविभक्तिक विभक्त्यन्तपदं खलु. आधेयतायाः आश्रयः तु प्रथमविभक्ति. हा, तदर्थं समासः कर्मधारयः नास्ति, तत्र तु षष्टितत्पुरुषसमासः. यस्य यस्याः विभक्त्याः लोपः भवति तादृशतत्पुरुषः. अत्र तु आधेयतायाः इत्यस्य षष्टिविभक्तिलोपः भूत्वा आधेयताश्रयः इति अभवत् खलु. तदर्थं षष्टितत्पुरुषसमासः इति. तत्र तृतीय तत्पुरुषसमासः अस्ति न, तत्तु तत्तु अधिकरणतया निरूपित तृतीया विभक्तिलोपः जातः, तदर्थं तृतीय तत्पुरुषसमासः. अस्तु, सरला भगिनी, अग्रिमवाक्यद्वयमपि भवती एव पठ. वस्तुतः आसननिष्ठ अधिकरणता निरूपित आधेयता आश्रय इति सर्वम् एकमेव समस्तं पदम्. अपि च यत्र समासः भवति तत्र सन्धि अपि नित्य अत आसननिष्ठ अधिकरणता निरूपित आधेयता आश्रय इति पदम् एतादृशम् आसननिष्ठा अधिकरणता निरूपित आधेयता आश्रय प्रथमं वयं विग्रह शब्दान् विग्रह पदानां समासं पदं दृष्टवन्तः आसननिष्ठ भवति आसननिष्ठ अधिकरणता कर्मधारसमास अधिकरणतया निरूपिता अस्ति तृतीयपुरुष तृतीयतत्पुरुषसमास आधेयतायाः आश्रय अस्ति षष्ठीतत्पुरुषसमास किन्तु समस् इति समूह एते पदानि एकम् अस्ति एकं पदम् एकसमसं पदं भवति यदि समसं पदमस्ति तत्र सन्धि भवति सो आसननिष्ठाधिकरणता निरूपता आधेयता आश्रय इति पदं सम्पन्नं भवति. समीचीनम् इत्येव अस्ति. यद्यपि तद् किं डाश् सर्वं सूचयित्वा लिखामः तथापि एकः एकमेव पदम् इति अवगन्तव्यं भवति. विग्रह पदान् कथं विग्रहान् पदान् तर्हि समासः इति समस्तपदम् विग्रहपदम् इति किमपि नास्ति. विग्रहवाक्यम् इति अस्ति. समस्तपदम् इत्युक्ते समासस्य विभजनं कृत्वा वदनम् एका शैली अस्ति. तदेव विग्रहवाक्यं. यथा आधेयताश्रयः इति षष्टीतत्पुरुषसमासः खलु, तत्तु समस्तपदं. किन्तु आधेयतायाः आश्रयः इति यदस्ति तद् विग्रहवाक्यम्. इति अस्ति. अस्तु, अग्रे राजेन्द्र महोदय. आं भगिनि. अधेयता आश्रयः यज्ञदत्तः अत्र किन्तु नास्ति समासः. समासः किमर्थं न भवति इति चेत् अत्र विशेषणविशेष्यभावः नास्ति. कर्मधार्यसमासः विशेषणविशेष्यभावस्थले एव भवति. यथा कादम्बरी इति ग्रन्थः अत्र कर्मधार्यसमासः किन्तु विशेषणविशेष्यभावः अस्ति वा? वस्तुतः कर्मधार्यसमासः नवविध विशेषणपूर्वपदः विशेषण उत्तरपदः विशेषण उभयपदः उपमानपूर्वपदः उपमानोत्तरपदः अवधारणापूर्वपदः सम्भावनापूर्वपदः मध्यपद मध्यमपदलोपः मयूरव्यंसाकादि इति एतेषु सर्वेषु नवसु अपि प्रकारेषु विशेषणविशेषभावः एकरीत्या भवति एव. यथा नरः व्याघ्रः इव नरव्याघ्रः उपमानोत्तरपदकर्मधारयः एतादृशेषु स्थलेषु यद्यपि परम्परागत विशेषणविशेषभावः अस्माभिः न दृश्येत् तथापि तत्र सर्वत्रापि विशेषणविशेषभावस्य कश्चन अंशः भवति एव. तस्य विशेषणविशेषभावस्य विभिन्नस्वरूपं भवतु उपमेयभावः पुनः सम्भावनापूर्वकर्मधारयः इत्यादिषु सर्वत्र स्पष्टतया विशेषणविशेषभावः न दृश्यते चेदपि भावस्य सारः तु बीजरूपेण अस्ति एव. बृहत् अस्ति किञ्चित् पुनः पठित्वा प्रयत्नं करोमि. आदेयता आश्रयः यज्ञदत्तः अत्र किन्तु नास्ति समासः. यदा अस्मिन् वाक्ये आदयित आश्रयः यज्ञदत्तः अत्र समासः नास्ति, अत्र तु विशेषणविशेषभावः अस्ति, यथा आदयित आश्रयः यज्ञदत्तः तत्र तत्र अस्ति दिशि तत्र विशेषणविशेषभावः नास्ति किन्तु नास्ति समासः किमर्थं भवति इति चेत् अत्र विशेषणविशेष भावः नास्ति कर्मधारीयसमासः विशेषणविशेषभावस्थ एव भवति, यत्र कुत्रापि कर्मधारीयसमासः भवति तत्र तु विशेषणविशेषभावः भवति एव यथा कादम्बरी इति ग्रन्थः अस्ति, कादम्बरीग्रन्थः यदा वदामः तत्र तु विशेषणविशेषभावः अस्ति, कादम्बरी कोऽपि ग्रन्थविशेषः अस्ति तत् महोदय अग्रे पठतु, इदानीं कर्मधारीयसमासस्य सामान्य उदाहरणं ददातु। कर्मधारीयसमासस्य बालकः सुन्दरः सुन्दरः हा सुन्दरः बालकः इति सामान्य उदाहरणं कर्मधारी तत्र तु विशेषणविशेषभावः स्पष्टमस्ति, स्पष्टं दृश्यते, सुन्दरः बालकः अथवा सुन्दरी बालिका तत्र, तर्हि सुन्दरबालकः उन्नतवृक्षः इति सामान्य कर्मधारयसमासः विशेषणपूर्वपदकर्मधारयसमासः। किन्तु अत्र यद् उदाहरणं दीयते कादम्बरी इति ग्रन्थः, कादम्बरीग्रन्थः अपि कर्मधारयसमासः किन्तु विशेषणविशेषभावः अस्ति न वा इति परिशीलनीयः अस्ति इति वार्ता। वस्तुतः कर्मधारयसमासः नवविधः, कर्मधारयसमासः नवविधः अस्ति, विशेषणपूर्वपदः यत्र विशेषणपूर्वपदं भवति, विशेषण उत्तरपदः उत्तरपदं भवति विशेषणपदम्, विशेषण उभयोपदः उभयो पदयोः मध्ये विशेष उभयोः पदयोः विशेषण विशेषण अस्ति, उपमानपूर्वपदः तत् न जानामि, उपमानपूर्वपदः उपमान उत्तरपदः उपमान उपमान इत्युक्ते उपमान उपमेय उपमान जानाति वा? न भगिनी न जानामि। उपमान इत्युक्ते सिमिलि कम्पेरिसन् तुलना यत्र भवति तत्र उपमान इत्युक्ते तादृशमस्ति सिमिलि, उपमेयः इत्युक्ते यस्य तोलनं भवति तद् उपमेयः, सः उपमेयः। उपमानपूर्वपदः उपमानौ उपमान उत्तरपदः पूर्वं पद पूर्वपदं तुल्यपदम् अस्ति, तुलनात्मकपदम् अस्ति, अन्यथा उत्तरपदं तुलनात्मक पदः अस्ति। अवधारणापूर्व पदः न जानामि, अवधारणापूर्वपदः एकम् उदाहरणं ददामि, विद्या एव धनम् इति अस्ति, विद्या एव इति आगच्छति खलु, तद् अवधारणापूर्वपद अवधारणापूर्वपदः सम्भावनापूर्वपदः तत् उदाहरणं वदति वा? तत्तु तदेव कादम्बरी इति ग्रन्थः इति सम्भावनापूर्वपदः, अत्र सम्भावना अस्ति, कस्यचित् नाम्ना उद्देशः अस्ति कादम्बरी इति ग्रन्थः इति सम्भावनापूर्वपदकर्मधारयः। अग्रे मध्यमपदलोपः, यत्र मध्यमपदलोपः भवति तत्र उदाहरणं किमपि अस्ति वा भगिनि? पुस्तके तु छाया बहुलवृक्षः छायावृक्षः इति अस्ति, मध्यमपदलोपः मयूरव्यंसकादि मयूरव्यंसकादि इति एतेषु सर्वेषु नवसु अपि प्रकारेषु विशेषणविशेषभावः एकरीत्या भवति एव, यथा नरः व्याघ्रः इव नरव्याघ्रः उपमानो उत्तरपदकर्मधारयः। अस्तु, उपमान उत्तरपद कर्मधारय उदाहरणमस्ति। एतादृशेषु स्थलेषु यद्यपि परम्परागत विशेषणविशेषभावः अस्माभिः न दृश्येत् तथापि तत् सर्वत्रापि विशेषणविशेषभावस्य कश्चन अंशः भवति एव. अत्र साक्षात् यथा परम्परागत तत् विशेषणविशेषभावः न दृश्यते, तथापि तत् विशेषणविशेषभावस्य कश्चन अंशः भवति एव तत्र. अस्य तस्य विशेषणविशेषभावस्य विभिन्नं स्वरूपं भवतु. उपमान उपमेयभावः पुनः सम्भावनापूर्वकर्मधारय इत्यादिषु सर्वत्रापि स्पष्टतया विशेषणविशेषभावः न दृश्यते, चेदपि तस्य भावस्य सारः अथवा बीजरूपेण अस्ति एव. इदानीं भगिनी स्वीकरोमि, परन्तु न अवगच्छामि कः किं न अवगतम्. तत्र बीजरूपेण अस्ति एव, तत् कथं ज्ञायते तत् बीजरूपं, तत् विशेषविशेषभावः अस्ति एव. हा अस्तु, तर्हि परम्परागतविशेषणविशेषभावः न स्यात्. अस्तु, परम्परागतः इत्युक्ते यथा उन्नतः वृक्षः इत्यस्मिन् लिङ्गवचनविभक्ति साम्यं दृष्ट्वा विशेषणविशेषभावः इति वक्तुं शक्यते खलु. तादृशविशेषणविशेषभावः न स्यात् कादम्बरी इति ग्रन्थः इत्यस्मिन् तादृशविशेषणविशेषभावः न स्यात्. तथापि विशेषणविशेषभावस्य कश्चन अंशः अस्ति एव इति उक्तमत्र. इत्युक्ते विशेषण अग्रे गत्वा स्पष्टं भवति कथम् इति अग्रे उच्यते. उपमानपूर्वपद इति उदाहरणं यद् उपमानोत्तरपद क्षम्यतां, नरः व्याघ्रः इव इति. व्याघ्रः इति उपमानमस्ति, उपमानम् इत्युक्ते सिमिलि. तर्हि नरः व्याघ्रः इव इत्यस्मिन्नपि परम्परागतविशेषणविशेषभावः न दृश्यते, तथापि विशेषणविशेषभावस्य अंशः अस्ति इति कृत्वा एते सर्वे कर्मधारयसमासे अन्तर्भूताः भवन्ति. कर्मधारयसमासस्य नियमः कः? समानाधिकरणः, विशेषणविशेषभावः. तर्हि कथं सिद्ध्यति अनयोः मध्ये यत्र परम्परागतविशेषणविशेषभावः नास्ति इति अग्रे किञ्चित् पठित्वा स्पष्टं भवति. अग्रे सरेम. अस्तु, सुनीलमहोदय. आम् भगिनि, दृष्टान्ते कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः सम्भावनापूर्वपदकर्मधारयः. अत्र ग्रन्थः इति शब्देन सर्वे अपि ग्रन्थाः स्वीक्रियन्ते. कादम्बरी इति शब्देन एकः ग्रन्थः विशिष्यते. अत्र विशिष्यते विशेषणम् अनयोः अर्थः कः? कश्चन महान् समूहः भवति, तस्मात् समूहात् यत् किमपि एकप्रकारकं पदार्थं पृथक् कुर्मः. अत्र इदानीं कादम्बरी इति ग्रन्थः स्वीकुर्मः. अत्र कादम्बरीग्रन्थः सम्भावनापूर्वपदकर्मधारयः समासः भवति. यदा भवती उक्तवती आम्रः इति वृक्षः इति तादृशं समीचीनं. अत्र ग्रन्थः इति शब्देन सर्वे अपि ग्रन्थाः स्वीक्रियन्ते इति. अतः अत्र केवलं ग्रन्थः इति वदामः चेत् अत्र स्पष्टता नास्ति. अथवा कादम्बरी इति शब्देन एकः ग्रन्थः विशिष्यते. कादम्बरी इति शब्दः अपि तत्र वक्तव्यम्, अतः तत्र स्पष्टता भविष्यति. अत्र विशिष्यते विशेषणम् अनयोः अर्थः कः इति प्रश्नः अस्ति. अत्र बहवः ग्रन्थाः सन्ति, ततः एकस्य ग्रन्थस्य पृथक्करणं कुर्मः, तदेव कादम्बरी ग्रन्थः इति पदेन वयं कुर्मः इति. हा समीचीनं महोदय, बहु सम्यक् अस्ति. तर्हि विशिष्यते, कः विशिष्यते? अत्र विशेषणं विशिष्यते इति. अत्र पदद्वयमस्ति, विशिष्यते इति एकं पदं, विशेषणमिति एकं पदम् अस्तु. तयोः भेदः अस्ति एव. विशिष्यते, हा विशिष्यते इत्युक्ते पृथक् क्रियते, पृथक्त्वेन दृश्यते. तर्हि भवदुक्त उदाहरणे कादम्बरी इति ग्रन्थः इत्यस्मिन् विशिष्टरूपेण कः अस्ति, कः विशिष्टः भवति? अत्र ग्रन्थः अस्ति, अतः तस्य विशेषणं भवति कादम्बरी इति. कादम्बरी, हा समीचीनं. तर्हि बहवः ग्रन्थाः इति एकः बृहान् समूहः भवति खलु, तस्मात् समूहात् एकः ग्रन्थः विशिष्यते. केन विशिष्यते? अत्र कादम्बरी इति शब्देन ग्रन्थः विशिष्यते. हा बहु सम्यक्. कादम्बरी इति वदनेन इत्यनेन नाम्ना विशिष्यते इति कृत्वा कादम्बरी तत्र विशेषणत्वेन अस्ति, विशेषणम् इव कार्यं करोति कादम्बरी इति. भगिनि, अत्र समान विभक्ति नास्ति कादम्बरी ग्रन्थ अस्ति खलु, प्रथमा विभक्ति किन्तु कादम्बरी भवति स्त्रीलिङ्गग्रन्थ भवति पुल्लिङ्ग. सम्यक् सम्यक् भगिनि, इति एव अस्ति अत्र. परम्परागतविशेषणविशेषभावः नास्ति इति तदर्थम् उक्तम्. अस्तु राजेन्द्रमहोदय, इदानीम् उत्तरं प्राप्तं वा? आम् आम् आं भगिनि. हा तर्हि परम्परा, हा ग्रन्थः अव्ययपदम् अस्ति वा? न महोदय, ग्रन्थः तु पुल्लिङ्गपदं. पुल्लिङ्गपदम् अस्ति परन्तु तस्य स्त्रीलिङ्गरूपं नास्ति, पुल्लिङ्ग नास्ति, नास्ति पुल्लिङ्ग एव. हा तदेव सरला भगिनी अपि सूचितवती यत् कादम्बरी इति स्त्रीलिङ्गपदं, ग्रन्थः इति पुल्लिङ्गपदम्, अपि च परम्परागतविशेषणविशेषभावः इत्युक्ते किं, तद् सः श्लोकः अस्ति खलु, यल्लिङ्गं यद्वचनं या च विभक्ति विशेषणस्य विशेषस्य तदेव विशेषणस्यापि इति. तादृशविशेषणविशेषभावः यद्यपि न दृश्यते तथापि अवधानं कुत्र भवतु इत्युक्ते एकः विशिष्टः भवति अथवा एकः विशिष्यते अपरेण, नाम एकस्मात् महान् समूहात् एकः पदार्थः पृथक् क्रियते अपरेण. अत्र तु कादम्बरी इत्यनेन ग्रन्थानां महान् समूहात् एकः ग्रन्थः पृथक् क्रियते इति अस्ति विशेषणविशेषभावस्य सारः. हा सत्यं, तथा अस्ति. डिस्टिङ्ग्विशन् भवति तत्र. यद्यपि तत् परम्परागतविशेषणविशेषभावः नास्ति तथापि तत्र कर्मदारीसमासः भवति एव. हा सत्यं, केन आधारेण? विशेषणविशेषभावस्य आधारेण एव भवति कर्मधारयः, परन्तु विशेषणविशेषभावः किञ्चित् भिन्नरीत्या अवगन्तव्यः. अत्र एकस्मात् महान् समूहात् एकः विशिष्यते इति कृत्वा विशेषणविशेषभावः अस्ति अत्र. अस्तु अग्रे सुनील महोदय, अग्रिमपरिच्छेदमपि किञ्चित् कृपया. इदानीं वृक्षः इति अस्ति, वृक्षः इति कथनेन सर्वे अपि वृक्षाः अन्तर्भवन्ति, किन्तु उन्नतः वृक्षः इति कोऽपि कथयति चेत् सर्वेषु वृक्षेषु यस्य वृक्षस्य विषये सः वक्तुम् इच्छति केवलं सः एव वृक्षः स्वीक्रियते. अत्र उन्नतशब्दः किं करोति इति चेत् अनेन उन्नतत्वम् इति धर्मः अन्येभ्यः वृक्षेभ्यः एतम् उन्नतं वृक्षं पृथक् करोति. इदानीं पुनः अन्य उदाहरणमस्ति, उन्नतः वृक्षः इति स्वीकुर्मः चेत् तत्रापि विशेषविशेषणभावः अस्ति. केवलं वृक्षः इति वदामः चेत् तत्र वृक्षसमूहम् एव सूचयति, ततः पृथक्करणार्थम् अत्र उन्नतः वृक्षः इति वदामः चेत् अत्र सर्वेषु वृक्षेषु एकस्य वृक्षस्य एव विवरणं स्वीक्रियते इति. अतः अनेन उन्नतत्वम् इति धर्मः भवति. ततः एकस्य वृक्षस्य पृथक्करणं भवति. हा हा, बहु समीचीनमस्ति, तथैव अस्ति. तर्हि उन्नतः वृक्षः इति वदनेन प्रायः भवन्तः अपि स्मरेयुः यद् विशेषणविशेष्यभावस्थले उन्नतशब्दः तु विशेषणवाचकशब्दः अस्ति, स्वयं विशेषणं नास्ति. उन्नतत्वम् इति विशेषणम् अस्ति खलु इति दृष्टवन्तः आसम् आस्म. तर्हि उन्नतत्वम् इति धर्मेण एकः वृक्षः विशिष्यते अपरेभ्यः इति सारांशः. अग्रे सरेम वा, अत्र कोऽपि प्रश्नः? भगिनि, अत्र अस्मिन् उदाहरणे अपि अत्र सम्भावनापूर्व पदकर्मधारी समासः अस्ति वा? न, तथा नास्ति खलु. अत्र तु सामान्यकर्मधारयसमासः, विशेषणपूर्वपद उन्नतः वृक्षः. विशेषणम् अस्ति उन्नतः, पूर्वपदमस्ति वृक्षः उत्तरपदं. तर्हि विशेषणोत्तरपदकर्मधारय. सम्भावनापूर्वपदकर्मधारयसमासे इति आगच्छति, कादम्बरी इति ग्रन्थः, वाराणसी इति नगरी, तथा. अपरत्र अत्र तु नास्ति तथा, उन्नतवृक्षः इत्यस्मिन्. अस्तु, अग्रे सरेम. तर्हि सन्ध्या भगिनी अग्रे पठति वा. अत्र कादम्बरीग्रन्थः, एकनिमिषः, कस्यचित् प्रश्नः आसीत्? तत्तु भगिनि, अत्र उत्तम उन्नतवृक्षः तु सामान्य विशेष स्वरूपः. हा, विशेषणविशेषभावः अस्ति, परम्परागतविशेषणविशेषभावः इति अस्ति. अस्तु, अग्रे भगिनि. अत्रापि कादम्बरीग्रन्थः इति स्थितौ एवमेव ग्रन्थः इत्यनेन सर्वेपि ग्रन्थाः अन्तर्भवन्ति. तदा कादम्बरी इति शब्देन कश्चन ग्रन्थविशेषः तस्मात् ग्रन्थसमूहात् पृथक् क्रियते, अतः अत्रापि विशेषणविशेष्यभावः भवति. यद्यपि सामान्यतया स्पष्टतया न ज्ञायते, स्पष्टतया न प्रतिभाति, किन्तु विशेषणविशेष्यभावस्य कश्चन अंशः अत्र अस्ति. तर्हि यथा उन्नतः वृक्षः, तत्र तु विशेषणविशेष्यभावः स्पष्टतया दृश्यते, तथैव कादम्बरी ग्रन्थः इति पदे अपि तत्र विशेषणविशेषभावः अस्ति, तत् स्पष्टतया न दृश्यते. तत्र ग्रन्थः इति पदेन सर्वेपि ग्रन्थाः तत्र अन्तर्भवन्ति तेन पदेन. परन्तु यदा कादम्बरी इति शब्दं तत्र योजयामः, तेन शब्देन कादम्बरी इत्येव कश्चन ग्रन्थविशेषः इति विशिष्यते, इत्युक्ते पृथक् क्रियते इति. अतः तत्र यद्यपि पारम्परिकदृष्ट्या विशेषणविशेषभावः नास्ति, तथापि तत्र विशिष्यते तेन पदेन इति कृत्वा विशेषणविशेषभावः अस्ति इति भावः अस्ति इति सारांशः. समीचीनम् इति अवगन्तव्यः. एकवारं वदतु भगिनि. हा, सन्ध्या भगिनी एकवारं प्रतिपादयति वा? पुनः वा? अस्तु. तर्हि तत्र कादम्बरी इति ग्रन्थः, कादम्बरीग्रन्थः इति यत् पदमस्ति, तत्र ग्रन्थः इति यदि स्वीकुर्मः तेन पदेन तत्र सर्वेपि ग्रन्थाः, इत्युक्ते यः कोऽपि ग्रन्थः तत्र भवितुम् अर्हति. परन्तु यदि कादम्बरी इति शब्दस्य उपयोगं कुर्मः तेन विशिष्टः एकः ग्रन्थः, तस्मात् ग्रन्थसमूहात् सर्वेषु ग्रन्थेषु केवलं कादम्बरी इति ग्रन्थस्य विषये एव वदामः इत्युक्ते कादम्बरी इति ग्रन्थः एव तत्र पृथक् तत्र आगच्छति. अतः कादम्बरी इति शब्देन तत्र ग्रन्थः तत्र विशिष्यते वा पृथक् क्रियते वा डिस्टिङ्क्ट् भवति. अतः तत्र विशेषणविशेष्यभावः इति अस्ति. यद्यपि तत्र सामान्यतया वा स्पष्टतया वा न दृश्यते, यथा उन्नतः वृक्षः वा उन्नतः बालकः वा मधुरं फलम् इति, यद्यपि तादृश तत्र यथा रक्षाभगिन्या अपि पूर्वम् उक्तं तत्र लिङ्गवचनविभक्तिसमानता अस्ति उन्नतः वृक्षः इत्यस्मिन् उदाहरणे, तथापि कादम्बरी इति ग्रन्थः इत्यस्मिन् वाक्ये तथा यद्यपि नास्ति, इत्युक्ते सामान्यविशेषणविशेष्यभावः नास्ति, तथापि भिन्नरीत्या विशेषणविशेष्यभावः अस्ति. किमर्थम् इत्युक्ते ग्रन्थः इति पदं कादम्बरी इति पदेन विशिष्यते, अतः विशेषणविशेष्यभावः अस्ति इति. बहु सम्यक् अस्ति. पुष्पा भगिनी, अवगतं वा? अवगतं. समीचीनम्. अस्तु तर्हि सन्ध्या भगिनी, अग्रिमपरिच्छेदमपि किञ्चित्. वस्तुतः एकेन एव सूत्रेण कर्मधारयसमासः विधीयते, किन्तु स च नवविधः. तच्च सूत्रमस्ति तत्पुरुषः समानाधिकरणः कर्मधारयः. समानाधिकरणः इत्यनेन एकार्थबोधकत्वं समानविभक्तिकत्वं च सिध्यति. अनेन सूत्रेण उच्यते कयोर्मध्ये कर्मधारयसमासः भवति. यथा सम्भावनापूर्वपदकर्मधारयः वदामः कादम्बरी इति ग्रन्थः. कादम्बरी ग्रन्थः हिमालयः इति पर्वतः हिमालयपर्वतः. गङ्गा इति नदी गङ्गानदी. एषु स्थलेषु च सम्भावनापूर्वपदकर्मधारयसमासः इति उच्यते. तर्हि तत्र कर्मधारयसमासस्य कृते एकमेव सूत्रमस्ति. तत् सूत्रमस्ति तत्पुरुषः समानाधिकरणः कर्मधारयः इति. परन्तु यद्यपि सूत्रम् एकमेव अस्ति, तथापि कर्मधारयसमासः तु नवविधाः सन्ति इति. तर्हि अत्र सूत्रे समानाधिकरणः इति पदं यदस्ति तेन पदेन एकार्थबोधकत्वं समानविभक्तिकत्वम् इति दर्शयति. इत्युक्ते तत्र एकार्थबोधकत्वम् इत्युक्ते पुनः यथा उन्नतः बालकः, तत्र एकस्य एव वस्तुविषये अस्ति. अपि च उन्नतः बालकः तयोः मध्ये समानविभक्तिः अपि अस्ति इत्यनेन समानाधिकरणः इति वदामः. तर्हि एतेन सूत्रेण एतत् सूत्रं वदति कयोः पदद्वयोः मध्ये वा कयोः पदयोः मध्ये कर्मधारयसमासः भवितुम् अर्हति इति. तेषु तत्र नवविधाः कर्मधारयसमासाः भवन्ति इति दृष्टवन्तः. तेषु यदा सम्भावनापूर्वपदकर्मधारयः इति अन्यतमः यः कर्मधारयसमासः अस्ति तस्य विषये वदामः, तस्य उदाहरणानि कादम्बरी इति ग्रन्थः कादम्बरी ग्रन्थः, हिमालयः इति पर्वतः हिमालयपर्वतः, वा यथा भगिन्या पूर्वमपि उक्तं तत्र वाराणसी इति नगरी वाराणसीनगरी इति, तादृश उदाहरणानि कर्म सम्भावनापूर्वपदकर्मधारयसमासस्य उदाहरणानि इति उच्यन्ते. हा, समीचीनमस्ति भगिनि. अस्तु तर्हि कर्मधारयसमासस्य कृते किम् अपेक्षितं? समानाधिकरण्यम् अपेक्षितं. समानाधिकरण्यम् इत्युक्ते एकार्थबोधकत्वं समानविभक्तिकत्वम् इत्युक्ते कथञ्चित् उभयोः पदयोः मध्ये विशेषणविशेष्यभावः अस्ति. एकः पृथक् भवति अथवा एकः विशिष्यते अपरेण इति कृत्वा अनेनैव सूत्रेण नवविधाः कर्मधारयसमासः अपि सम्भवन्ति इति सारांशः. इति बुद्धं वा? अत्र कोऽपि प्रश्नः? तर्हि एतावता नवविधकर्मधारयसमासः तु तथैव सूत्रेण कार्यं करोति हा तेनैव सूत्रेण भवति तत्पुरुषसमानाधिकरणः कर्मधारयः इति एकमेव सूत्रमस्ति तेनैव भवति तर्हि आहत्य किञ्चित् भिन्नरीत्या विशेषणविशेषभावम् अवगन्तव्यं भवति अत्र विशेषणविशेषभावः अवगन्तव्यः यतोहि एतावत्पर्यन्तं तु पारम्परिकदृष्ट्या यल्लिङ्गं यद्वचनं याचविभक्ति विशेषस्येति सूत्रस्य आधारेण उन्नतः बालकः अथवा उन्नतवृक्षः सुन्दरी बालिका तयोः विशेषणविशेषभावं वयम् अभिज्ञातुं शक्नुमः परन्तु किञ्चित् भिन्नरीत्या अत्र अवगन्तव्यं भवति यद् विशिष्यते एकः विशिष्यते महान् समूहात् अपरेण पदेन इति कृत्वा तयोः विशेषणविशेषभावः अस्ति इति अवगन्तव्यः इति वार्ता तर्हि अत्र सम्भावनापूर्वपदकर्मधारयमध्ये केवलम् अत्र कादम्बरीग्रन्थः तत्र लिङ्गसमानता नास्ति परन्तु विभक्तिसमानता अस्ति एव तत्र प्रथमाविभक्तौ एव तत्र कर्मधारयः प्रथमाविभक्तौ एव भवति किल वस्तुतः कर्मधारयः अपि तत्पुरुषसमासस्य एकः प्रभेदः सत्यम् हा परन्तु तत्र भेदः कः इत्युक्ते उभयोः पदयोः प्रथमाविभक्ति एव भवति इति भेदः तर्हि समानविभक्तिकत्वं तु तिष्ठति किन्तु अपराः नियमाः इत्युक्ते वचनं लिङ्गं तद् न भवति चेदपि एकार्थबोधकत्वं समानविभक्तिकत्वम् अनयोः आधारेण कर्मधारयः सिद्ध्यति अपि च प्रथमविभक्ति एव यथा भवती उक्तवती उभयोः अस्तु हा लक्ष्मी भगिनी अग्रे आं भगिनि किन्तु सम्भावनपूर्वपदकर्मधारयस्य व्याप्तिः अत्यन्तं न्यूना सन्दीपः इति बालकः सन्दीपबालकः इति न भवति किमर्थं न लभ्यते इत्युक्तौ सम्भावनापूर्वपदकर्मधारयः प्रयोगम् आश्रित्य भवति सर्वत्र कर्तुं न शक्यते यत्र प्रसिद्धाः प्रयोगाः सन्ति तत्र एव भवति अस्तु पूर्वं दृष्टवन्तः नवविधाः कर्मधारयसमासः भवन्ति तत्र सम्भावनापूर्वपद कर्मधारयः एकविधं तस्य व्याप्तिः अत्यन्तं न्यूना इत्युक्ते उदाहरणानि अतीव विरलाः किमर्थम् अत्र एकः उदाहरणम् अस्ति सन्दीपः इति बालकः सन्दीपबालकः इति समासः समासः लोके तादृशप्रयोगं न भवति यद्यपि बालकेषु सन्दीपः इति शब्देन बालकः सन्दीपः इति शब्देन विशिष्यते तथापि तादृशसमासः न भवति किमर्थं न लभ्यते इत्युक्तौ सम्भावनापूर्वपदकर्मधारयः प्रयोगम् आश्रित्य भवति आश्रित्य भवति प्रयोगम् आश्रित्य भवति इत्युक्ते प्राचीनप्रयोगं साहित्ये प्रयोगम् आश्रित्य इति ओ अस्तु ओ अस्तु किन्तु सन्दीपबालकः इति किमर्थं तत् न भवति इति अन्य किमपि कारणं भवेत् किं किल केवलं तथा तु महोदयेनापि उक्तं यद् अत्र सूत्रस्य आधारेण तु समानाधिकरण्यमस्ति समानाधिकरण्यं तर्हि किमर्थं न स्यात् सूत्रस्य आधारेण भवितुम् अर्हति किन्तु कारणम् इदमेव इति उक्तं तादृशप्रयोगः प्रसिद्धं नास्ति साहित्ये वा अथवा काव्ये न सर्वत्र कर्तुं न शक्यते यत्र प्रसिद्धाः प्रयोगाः सन्ति तत्र एव भवति. सर्वत्र सम्भावनापूर्वकर्मधारयसमासः न कर्तुं शक्यते. केवलं यत्र प्रयोगः पूर्वमेव ज्ञातं भवति, दृष्टं भवति, तदेव तदेव स्वीकुर्मः इति अस्ति. अस्तु भगिनि, अग्रे अपि किञ्चित् अग्रिमपरिच्छेदम्. आम्, प्रकृतविषये कथनस्य तात्पर्यम् एवं यत् सम्भावनापूर्वपदकर्मधारये कश्चन विशेषणविशेष्यभावः अस्ति, अत एव एषः समासः एतेन सूत्रेण भवति, एषः समासः एतेन सूत्रेण भवति इति सर्वत्र उच्यते व्याकरणाभ्यासे. किन्तु सम्भावनापूर्वपदकर्मधारयः अन्येन केनचिदपि सूत्रेण न भवति. यथा उन्नतः वृक्षः उन्नतवृक्षः इत्यत्र विशेषणविशेष्योः मध्ये येन सूत्रेण उच्यते तेनैव सूत्रेण अत्रापि सम्भावनापूर्वपदकर्मधारयसमासः भवति. कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः इत्यत्रापि तेनैव सूत्रेण समासः विधीयते. विशेषणविशेष्योः येन सूत्रेण समासः उच्यते तेनैव सूत्रेण. सारांशः कः? अत्रापि सम्भावनापूर्वपदकर्म कर्मस्थले अपि अस्तु कर्मधारयस्थले अपि कश्चन विशेषणविशेष्यभावः अस्ति. साधारणतया स्पष्टतया यथा सामान्यं न भाति चेदपि स च अंशः अस्ति एव. आहत्य संक्षेपेण अथवा तात्पर्यम् अस्ति यत् सम्भावनापूर्वपदकर्मधारयसमासः यद्यपि विरला अस्ति सामान्य यद्यपि विरला अस्ति तत्रापि विशेषणविशेष्यभावः अस्ति एव. इत्युक्ते अत एव एषः समासः एतेन सूत्रेण भवति इति सर्वत्र उच्यते व्याकरणाभ्यासे. किन्तु अस्तु कर्मधारयसमासः येन सूत्रेण विहितः भवति तेनैव सूत्रेण सम्भावनापूर्वपदकर्मधारः अपि भवति. विशिष्टसूत्रं किमपि नास्ति. यथा उन्नतः वृक्षः उन्नतवृक्षः इति समासः येन सूत्रेण भवति तेनैव सूत्रेणपि सम्भावनापूर्वपदकर्मधारसमासः भवति. उदाहरणत्वेन कादम्बरी इति ग्रन्थः कादम्बरीग्रन्थः सम्भावनापूर्वपदकर्मधारसमासस्य उदाहरणं. तत् एतत् समस्तपदमपि यथा उन्नतवृक्षः इति समस्तपदम् अभवत् तेनैव सूत्रेण एतदपि कादम्बरीग्रन्थः अपि कादम्बरीग्रन्थः इति समस्तपदमपि भवति इति वाक्यस्य उद्देशः. द्वयोपि उन्नतवृक्षः कादम्बरीग्रन्थः द्वयोपि समस्तपदम् एकेन सूत्रेण एव विधीयते अतः उन्नतवृक्षः तत्र द्वयोः पदयोः मध्ये स्पष्टतया जानीमः यत् विशेषणविशेष्यभावः अस्ति. किमर्थं चेत् समानलिङ्गं समानवचनं समानविभक्तिः तत्सर्वं तत्र अस्ति इति कृत्वा वयं स्पष्टतया जानीमः. किन्तु कादम्बरी इति ग्रन्थः तयोः मध्ये समानलिङ्गं तु नास्ति एव. तथापि विशेषविशेष्यभावः तयोः मध्ये तयोः मध्ये एकरीत्या अस्ति इति एकरीत्या अस्ति कथं वक्तुं शक्यते इति द्वयोपि पदं कादम्बरीग्रन्थः उन्नतवृक्षः द्वयोपि समस्तपदम् एकेन सूत्रेण विधीयते. एकेन सूत्रेण विधीयते किमर्थं किमर्थं चेत् विशेषणविशेषभावः एकरीत्या अस्ति इत्येव सारांशः. अत्र कोऽपि प्रश्नः वा? अस्तु, इति आसीत् विशेषणविशेष्यभावस्य विषये, अपि च किमर्थं हा किमर्थम् एतत् सूत्रं कार्यं करोति इत्यस्य विषये. अग्रे पुष्पा भगिनी पठति वा? अधुना मूलविषये आधेयताश्रयः यज्ञदत्तः इति स्थले उद्देश्य विधेयभावः इति कश्चन सिद्धान्तः प्रवर्तते. विशेषणविशेष्यभावात् अतिरिक्तः कश्चन अंशः उद्देश्य विधेयभावः. उत् योगः दिश् योगः घन् उद्देशः इति प्रत्ययः. अग्रे इति नित्यपुल्लिङ्गशब्दः भावार्थे उत् योगः दिश् योगः ण्यत् उद्देश्य इति विशेष्यनिघ्नकर्मण्यर्थकशब्दः विशेष्यनिघ्नकर्मण्यर्थकशब्दः त्रिषु लिङ्गेषु भवति च. लक्ष्यीकृत्य इति अर्थः ण्यत् प्रत्यययुक्ताः अन्ये शब्दाः वियोगः शिश् योगः ण्यत् विशेष्यः. एवमेव पेयं खाद्यं कार्यं वाक्यं व्याप्यम् इति इमानि पदानि ण्यत् प्रत्ययान्तानि अस्ति. प्रयत्नं करोमि महोदय भगिनी. अत्र मूलविषये आधेयताश्रयः यज्ञदत्तः इति स्थले उद्देश्यविधेयभावः इति कश्चन सिद्धान्तं प्रवर्तते. तत्तु मूलविषये अत्र उद्देश्यविधेयभावः सूचयति. हा इति अस्ति. तर्हि एतावत्पर्यन्तं विशेषणविशेषभावः इत्युक्ते कः इति ज्ञातवन्तः. अधुना उद्देश्यविधेयभावः इति कश्चन नूतनसिद्धान्तः अस्तु. अत्र आधेयताश्रयः यज्ञदत्तः इति यद्यपि समानविभक्तिकत्वम् अपि च समानलिङ्गत्वं सर्वं दृश्यते, तथापि अत्र विशेषणविशेष्यभावः नास्ति, अपि तु उद्देश्यविधेयभावः. अस्तु, किमर्थमिति अग्रे पश्येम. परन्तु अधुना विशेषणविशेष्यभावः इत्युक्ते एकस्मात् समूहात् पृथक्करणम् अथवा डिस्टिङ्ग्विशिङ्ग् इति यथा भवती उक्तवती, तदस्ति विशेषणविशेष्यभावः. किन्तु उद्देश्यविधेयभावे तथा अस्ति न वा इति परिशीलनीयं भवति. अधुना श्रूयते, वदतु. अस्तु, यदि प्रश्नं कुर्मः कीदृशयज्ञदत्तः अध्येयतायाः आश्रययज्ञदत्त विशेषणविशेषभावः दृश्यते न? हा, परन्तु समूहः, हा, तर्हि वयं किं चर्चितवन्तः, पारम्परिकरीत्या तु प्रायः वक्तुं शक्यते, परन्तु सूक्ष्मभेदः अस्ति. अधुना विशेषणविशेषभावः इत्युक्ते समूहात् एकस्य पृथक्करणम् इति मनसि निधाय अग्रे पश्येम किं किं भवति. अस्तु, अग्रे पुष्पा भगिनी, अग्रे कृपया. विशेषणविशेषभावात् अतिरिक्तः कश्चन अंशः उद्देश विधेयभावः, तत् तथैव त्वं वदति वक्तुं न विशेषणविशेषभावात् अतिरिक्त कश्चन अंशः अस्ति. तत्तु उद्देश्य विधेयभावः. सत्यम्. अग्रे अग्रे तु तत् उद्देश्य विधेयभावस्य कथम् उद्देशः इति नित्यपुल्लिङ्गशब्दः अस्ति. तत्तु भावार्थे उत् दिश् ण्यत् ण्यत् प्रत्ययः तु उद्दिश्य उद्देश्य आयाति. उद्देश्य निघ्नकर्मण्यर्थकशब्दः अस्तु. हा, किञ्चित् वदामि अत्र. तर्हि उद्योगः दिश्योगः घञ् इति तु उद्देशः इति नामपदं जातं. तत्तु नित्यपुल्लिङ्गशब्दः उद्देशः, बहुत्र दृश्यते एतादृशः, प्रायः किम् अध्यायः सर्वम् एतादृश एव घञ् प्रत्ययः उद्देशः लाभः इत्यपि. हा हा हा, बहुत्र तत्र नामपदस्य निर्माणं भवति घञ् योजनेन धातुतः, बहुत्र तथा अस्ति. नित्यपुल्लिङ्गशब्दः अस्ति, परन्तु ण्यत् इति प्रत्ययः यदा विधीयते तत्र तु श्य यकारः दृश्यते खलु, उद्देश्य इति. एतत्तु कर्मण्यर्थकशब्दः, कर्मणि प्रयोगे एव भवति, यथा कार्यं, वाक्यं, भाव्यम् इति तत्सर्वमस्ति खलु, मया कार्यम् अथवा तेन भाव्यम्. एषः शब्दः विशेष्यनिघ्नः, विशेष्यनिघ्नः इत्युक्ते तस्य नियतलिङ्गत्वं नास्ति, नित्यपुल्लिङ्गत्वम् अथवा नित्यस्त्रीलिङ्गत्वं तथा नास्ति. विशेष्यनिघ्नः इत्युक्ते यस्य विशेषणरूपेण अयं शब्दः आगच्छति तस्य लिङ्ग, हा हा इति अस्ति. ण्यत्योजनेन उद्देश्यः इति यः यत् पदं निष्पन्नं भवति तत्तु भिन्नं पदम्, उद्देशः इति यत् पदमस्ति तत् भिन्नपदम्. तत्तु घन् घन् प्रत्ययः, घञ् इति प्रत्ययः, हा, सर्वेपि उपयोगं करोति. हा, बहुत्र दृश्यते तथा घञ् प्रत्ययः, बहूनां पदानां निर्माणे तथा भवति. किन्तु अत्र अस्माकं विषयः अस्ति उद्देश्य विधेयभावः इति. तर्हि एषः उद्देश्यः इत्युक्ते ण्यत् प्रत्यययोजनेन कर्मण्यर्थकविशेषनिघ्नशब्दः. अस्य अर्थः कः भगिनि अग्रे? ण्यत् प्रत्यययुक्ताः अन्ये शब्दाः. एकनिमिष, एकनिमिष, तत्र मध्ये एकं वाक्यम् अस्ति, लक्ष्मी, हा, त्रिषु लिङ्गेषु भवति च, तत्तु लक्ष्मीकृत्य, लक्ष्मीकृत्य, लक्ष्मीकृत्य, लक्ष्मीकृत्य, सारि, लक्ष्मीकृत्य इति अर्थः. लक्ष्मीकृत्य तु लक्ष्यम् इति जानाति खलु, लक्ष्यम् इत्युक्ते गोल् अथवा टार्गेट् इति. हा, उद्देश्यः इत्युक्ते लक्ष्यं यदस्ति अस्माकं, लक्ष्यं यदस्ति, हा, वक्तुः विवक्षानुगुणं यः यद् लक्ष्यं भवति तद् विषयीकृत्य इति लक्ष्यीकृत्य इति तादृशार्थः. अग्रे अग्रे विशेष्यः एवमेव पेयं पेयं तु पादातुतः पेयं पेयम् इत्युक्ते यद् पानीयं भवति तद् खाद्यं पायोगः न्यत् पायं पायं पेयं खाद्यम् अस्तु अस्तु तत् कार्यं वाक्यं व्याप्यम् इति इमानि पदानि ण्यत् प्रत्ययान्तानि सत्यम् इति अस्ति. तर्हि उद्देश्यः इति यदस्ति सः अपि एकनिमिषः खाद्यम् इति भिन्नः खादनीयम् इति भिन्नः खाद्यं पेयं कार्यम् इति यथा अस्ति तथा एव उद्देश्य इति शब्दः अपि लक्ष्यीकृत्य इत्यस्मिन् अर्थे. तत्तु खाद्यं कथं विवरणं करोति यद् यद् खादनीयं भवति तद् खाद्यं. हा भवती यद् उक्तवती तदपि सत्यं कर्मण्यर्थे एव खादनीयम् इति अस्ति खलु तद्वदेव खाद्यं मया खाद्यं तेन खाद्यं तादृशप्रयोगाः. अस्तु अग्रे सरेम तर्हि अस्तु वर्धिनी वर्धिनी भगिनी. आं भगिनि उद्देश्यविधेयभावः नाम कः? कुत्र पठति भवती उद्देश्यविधेयभावः यत्र भवति एकः प्रश्नः अस्ति मम. उद्देश्य इति पदं लक्ष्यीकृत्य इति अर्थः भवति खलु. उद्दिश्य इति अपि एकः एकः पदः अस्ति खलु एकं पदम् अस्ति खलु भवतीम् उद्दिश्य वदामि तथा न भवति वा? भवतीम् उद्दिश्य ल्यबन्तं पदमस्ति. ओ यथा आगत्य अस्ति गृहमागत्य तद्वत् ल्यबन्तपदम् उद्योगः दिश्योगः ल्यप् कृत्वा इत्यस्मिन् अर्थे. परन्तु तत्रापि लक्ष्यीकृत्य इति भवति खलु भवतीम् उद्दिश्य. हा मां सत्यम् अत्र हा तत्तु ल्यबन्तपदमस्ति तत्र भिन्नं भवतीम् उद्दिश्य किमपि वदामि इत्यस्मिन् तत्रापि तादृशार्थः एव सत्यं. भगिनी उद्देश्यविधेयभावः इति अपि समस्तपदं खलु? सत्यं तत्र उद्देश्यस्य विधेयभावः वा किं विशेषणविशेषभावः इति कथं विग्रहवाक्यं वक्तुं शक्यते? विशेषणस्य च विशेषणविशेष्य इति प्रायः द्वन्द्वं कृत्वा तयोः भावः इति वक्तुं शक्यते इति भाति तद्वत् उद्देश्यविधेयभावः इति चिन्तयामि. अस्तु भगिनि धन्यवादः. अस्तु अग्रे वर्धिनी भगिनि. उद्देश्यविधेयभावः नाम कः नाम भगिनी भगिनी किञ्चित् रिफ्रेश् करोतु. अस्तु अग्रे तर्हि हा अन्य कोऽपि पठतु तर्हि उद्देश्यविधेयभावः यत्र भवति पेज् रिफ्रेश् करोतु. अजितमहोदय पश्यति वा? आं भगिनि उद्देश्यविधेयभावः नाम कः? पुनः भवान् अपि न रिफ्रेश् कृतवान्. कोऽपि पश्यति वा? सावित्री भगिनी पश्यति वा? अहं पठामि. अस्तु पठतु. उद्देश्यविधेयभावः यत्र भवति तत्र विशेषणविशेष्यभावस्य केचन नियमाः न अनुस्रियन्ते. उदाहरणार्थं विशेषणविशेष्यभावे समानलिङ्गत्वं भवेत् विशेष्यस्य यत् लिङ्गं तदेव भवति विशेषणस्यापि. उद्देश्य विधेयभावस्थले तथा नास्ति. अस्तु, इदानीं मूलविषयः आयाति. उद्देश्य विधेयभावाः कथं भवति, तस्य कानि नियमानि सन्ति इति पश्यामः. अत्र उक्तं यत् विशेषणविशेष्यभावस्थले यथा पूर्वमपि दृष्टं यद्लिङ्गं यद् विभक्तिः तथा एव भवति, समानाधिकरणं भवति, एकार्थबोधकत्वं भवति. परन्तु अत्र लिखितमस्ति समानलिङ्गत्वं तथा न भवति. अत्र समानलिङ्गत्वं न भवति, अपि च तदेव अत्र अस्मिन् परिच्छेदे समानलिङ्गत्वं न भवति उद्देश्यविधेयभावस्थले इति लिखितमस्ति. हा, सम्यक्. यतोहि आधेयताश्रयः इति यदा यत् दृष्टवन्तः, सः शब्दः तु नियतपुल्लिङ्गशब्दः खलु, तस्मिन् विशेष्यनिघ्नता नास्ति, नाम विशेष्यम् अनुसृत्य तस्य लिङ्गपरिवर्तनं न भवति इति कृत्वा तत्र समानलिङ्गता न भवति उभयोः मध्ये इति. आधेयताश्रयः यज्ञदत्तः इत्यस्य स्थाने यत्किमपि स्थापयतु, आधेयताश्रयः सरस्वती, लक्ष्मी, यत्किमपि स्थापयतु, किन्तु तत्र आधेयताश्रयः इत्यस्य लिङ्गपरिवर्तनं न भवति इति. हा, अस्तु, अग्रे भगिनी, प्रायः तदेव उक्तमस्ति. तदेव लिखितमस्ति, यथा आश्रयः यज्ञदत्तः इति उच्यते. अत्र यज्ञदत्तः आश्रयः, यज्ञदत्तः च पुल्लिङ्गे. यदि किन्तु उत्पीठिकां स्वीकुर्मः, उत्पीठिका इति आश्रयः, तदानीमपि आधेयताश्रयः उत्पीठिका इत्येव वक्तव्यम् अस्माभिः. आश्रया इति किमपि नास्ति, आश्रयः इत्येव शब्दः. अधुना आश्रयः विशेष्यनिघ्नशब्दः नास्ति, अपि तु नियतलिङ्गकः. किन्तु अत्र तावान् एव भेदः इति न. अत्र उद्देश्यविधेयभावः, न तु विशेषणविशेष्यभावः. यथा इदानीमेव भगिनी उक्तवती, आश्रयः इति एव पदम् अस्ति, आश्रया अथवा आश्रयम् इति किमपि न भवति. यतोहि यज्ञदत्तस्थले यथा भगिनी उक्तवती सरस्वती अथवा सावित्री भवति, तथा तदापि आश्रयः इति एव पदं स्वीकरणीयं भवति. अत्र लिखितमस्ति उत्पीठिका स्वीकुर्मः चेदपि उत्पीठिका इति आश्रयः, तदानीमपि आधेयताश्रयः उत्पीठिका इत्येव भवति. आश्रया इति किमपि शब्दः एव नास्ति, आश्रय इत्येव शब्दः. अधुना आश्रयः विशेष्यनिघ्नशब्दः नास्ति. यथा भगिनी उक्तवती, विशेष्यम् अनुसृत्य आश्रयः भिन्नभिन्नरूपाणि न स्वीकरोति, आश्रयः एव शब्दः अस्ति, नियतलिङ्गकः. किन्तु अत्र तावानेव भेदः नास्ति. प्रथमभेदम् इदानीं दृष्टवन्तः, किमपि अन्यभेदानि एव अपि भवितुम् अर्हति, परन्तु समानलिङ्गत्वम् इति न भवति इति लिखितमस्ति अस्मिन् परिच्छेदे. समीचीनं, नाम सर्वत्र समानलिङ्गत्वम् अपेक्षितं नास्ति उद्देश्यविधेयभावस्थले. आधेयताश्रयः यज्ञदत्तः तस्मिन् तु अस्ति, परन्तु तद् सः नियमः न अपेक्षितः सर्वत्र उद्देश्यविधेयभावस्थले. अपि च विशेषणविशेष्यभावस्य सारांशः कः आसीत् भगिनि? विशेषणविशेष्यभावस्य सारांशः आसीत् समान एकार्थबोधकत्वम्, अपि च समानाधिकरणीयम् एकार्थबोधकत्वं, समानविभक्तिकत्वं, समानविभक्तिकत्वं, समानलिङ्गम् अपि च वचनमिति न आगच्छति अत्र समानलिङ्गत्वम् अपि च विभक्तित्वम् समानलिङ्गत्वमपि नास्ति खलु कादम्बरी इति ग्रन्थः सत्यं भगिनि तर्हि विशेषणविशेषभावस्थले समानाधिकरण्यं तु अस्ति एकार्थबोधकत्वं समानविभक्तिकत्वं तत्तु अस्ति परन्तु तत्र मुख्यः अंशः अस्ति यत् एकस्मात् समूहात् बृहान् समूहात् एकस्य पृथक्करणम् एकस्य वस्तुनः पृथक्करणम् इति विशेषणविशेषभावः इति मूलविषयः लिङ्गं समानम् अस्ति न वा इति भिन्नः यतोहि तत्रापि कादम्बरी इति ग्रन्थः इत्यस्मिन् समानलिङ्गत्वं नास्ति एकार्थबोधकत्वं समानविभक्तिकत्वं तु अस्ति तत्तु सत्यं परन्तु समूहात् एकस्य पृथक्करणम् इति मूलविषयः अस्ति विशेषणविशेष्यभावस्थले इति अस्ति उद्देश्यविधेयभावस्थले तथा अस्ति न वा इति अग्रे परिशीलनीयम् अपि च यथा भगिन्या उक्तम् अत्र विशेषनिघ्नता नास्ति कुत्रचिदपि उद्देश्यविधेयभावस्थले अस्तु इति अस्ति वर्धिनी भगिनी दृष्टवती वा अधुना उद्देश्यविधेयभावः नाम कः उद्देश्यविधेयभावे यत् किमपि वस्तु उद्दिश्य अन्यत् किमपि विदद्मः इत्युक्तौ आरोपयामः दृष्टान्ते एषः मम मित्रम् अत्र किमर्थम् एषः मम मित्रम् एतत् मम मित्रं किमर्थं न भवति यद्यपि मित्रं नपुंसके अस्ति किन्तु अत्र कश्चन पुरुषः अस्ति अहं तं दर्शयित्वा वदामि एषः मम मित्रम् इति अथवा काचित् महिला अस्ति तां दर्शयित्वा वदामि एषा मम मित्रं मित्रं नपुंसकलिङ्गे किन्तु किमर्थं समानलिङ्गत्वम् अकृत्वा एषा मम मित्रं न तु एतत् मम मित्रम् उत्तरम् अस्ति यत् अत्र उद्देश्यविधेयभावः न तु विशेषणविशेषभावः नाम अस्माकं परतः विद्यमानः कश्चन जनः अस्ति सः जनः अत्र उद्देश्यः इत्युक्ते तम् उद्दिश्य मित्रत्वं वयं तत्र कल्पयामः मित्रत्वं तत्र आरोपयामः विधेयः विदधाति इत्यस्य स एव अर्थः आरोपणम् अत्र उद्देश्यविधेयभावः इति कथमस्ति इति विवरणं करोति इत्युक्ते किमस्ति अग्रे उद्देश्यविधेयभावे किमपि उद्दिश्य वस्तु उद्दिश्य अन्यत् किमपi विदद्मः आरोपयामः हा समीचीनं भगिनि अग्रे दृष्टान्ते एषः मम मित्रम् अत्र किमर्थम् एषः मम मित्रम् एतत् मम मित्रमिति न भवति स्त्रीलिङ्गे अपि एषा मम मित्रमिति वर्तते हा बहु समीचीनं मित्रं नपुंसकलिङ्गे अस्ति किन्तु कश्चन पुरुषः अस्ति एव अहं मम एषः मम मित्रमिति जानामि महिला अस्ति चेत् एषा मम मित्रमिति वर्तते हा तर्हि अत्र मुख्यविषयः अस्ति यत् पश्यतु तत्र मित्रं नपुंसकलिङ्गपदं किन्तु कस्यचित् पुरुषस्य अथवा महिलायाः तथा नपुंसकत्वप्रयोगः न भवति खलु एषा मित्रम् एषा स्त्रीलिङ्गे एषा सत्यं हा अग्रे पुंलिङ्गे एषः उद्देश्यविधेयभावः न तु विशेषणविशेषभावः अत्र उद्देश्यविधेयभावः अस्ति, विशेषणविशेषभावः नास्ति. नास्ति, किमर्थम्? अग्रे पठतु. अस्माकं पुरतः, अस्माकं पुरतः विद्यमानः कश्चन जनः अस्ति. जनः अत्र उद्देश्यः, तम् उद्देश्य मित्रत्वं वयं तत्र कल्पयामः. हा, इत्युक्ते पुरतः दृश्यमानम् अथवा पुरतः विद्यमानं पुरुषं वा महिलां वा उद्दिश्य तस्मिन् पुरुषे अथवा तस्मिन् तस्यां महिलायां मित्रत्वम् आरोपयामः. तर्हि अत्र अत्रत्र बहुषु पुरुषेषु एकः पृथक् कृतः इति नास्ति, अतः विशेषणविशेषभावः नास्ति. अस्तु, बहुषु पुरुषेषु इत्युक्ते एकः समूहः अस्ति पुरुषाणां, तस्मात् एकः पृथक् कृतः इति तादृशविशेषणविशेषभावः नास्ति. अपि तु एकः निश्चित्यरूपेण वयं जानीमः यः कोऽपि मम पुरतः अस्ति इति निश्चित्यरूपेण जानीमः. पृथक्करणम् इति किमपि नास्ति. तदर्थम् एषः मम मित्रम् इति कृत्वा एतम् उद्दिश्य उद्देश्यविधेयभावः अस्ति. हा, एतम् उद्दिश्य इत्युक्ते पुरतः विद्यमानम् उद्दिश्य तस्मिन् मित्रत्वम् आरोपयामः, मित्रत्वं विदध्मः इति. अतः मित्रत्वं किम् अस्ति अत्र? कल्पितम्. हा, कल्पितम् इत्युक्ते विहितं, विधेयम् इति वदामः. मित्रत्वमस्ति विधेयं. तर्हि पुरुषः, पुरुषः उद्देश्यः, अतः उद्देश्यविधेयभावः. अतः आरोपणम्. आरोपणं, सत्यं. यत्किमपि आरोप्यते तद् विधेयम्. अत्र एषा सखी अत्र वक्तुं शक्यते न? तत्रापि प्रायः उद्देश्यविधेयभावः वक्तुं शक्यते. एषा मम सखी इति वक्तुं शक्यते, किन्तु तत्रापि उद्देश्यविधेयभावः अस्ति भगिनि. यतोहि समूहात् एकस्य पृथक्करणमिति विषयः नास्ति. इत्येव विशेषणविशेषभावस्य सारः. विशिष्यते इति यत्र वक्तुं शक्यते तत्र विशेषणविशेषभावः. परन्तु एषा मम सखी इत्यत्र समानलिङ्गत्वं तु अस्ति, परन्तु एषा बृहान् समूहात् बृहत् समूहात् विशिष्टा इति नास्ति खलु. एका अस्ति, तम् उद्दिश्य एव भवती वदति एषा मम सखी. तत्रापि उद्देश्यविधेयभावः. बुद्ध? अस्तु, अग्रे अजितमहोदय अधुना पश्यति वा? आं भगिनि. आधेयदाश्रयः यज्ञदत्तः इति स्थले यज्ञदत्तः इति उद्देश्यः, आधेयाश्रयः इति विधेयः. यज्ञदत्ते आधेयदाश्रयत्वं विधीयते. उद्देश्यविधेयभावः विशेषणविशेषभावात् भिन्नः. यदि वदामः उत्तमः यज्ञदत्तः, यज्ञदत्तः उद्देश्यः, उत्तमः विधेयः इति वक्तुं शक्यते किम्? आम्, शक्यते. दृष्टान्ते उन्नतः वृक्षः अस्ति इति चिन्तयतु. सामान्यतया उन्नतः वृक्षः इति यदा वदामः तदा विशेषणविशेष्यभावः. किन्तु अधुना रामः मार्गे गच्छति, मार्गे एकं वृक्षं पश्यति, वृक्षं दृष्ट्वा वदति अहो एषः वृक्षः उन्नतः. अत्र वृक्षस्य उन्नतस्य च विशेषणविशेष्यभावः नास्ति, अपि तु उद्देश्यविधेयभावः. अतः ययोः द्वयोः पदयोर्मध्ये विशेषणविशेष्यभावः भवति. तयोः कदाचित् उद्देश्यविधेयभावः अपि भवितुम् अर्हति इति. अत्र आधेयदाश्रयः यज्ञदत्तः इति वाक्यं स्वीकृत्य तत्र यज्ञदत्तः उद्देश्यः आधेयाश्रयः इति विधेयः इति वक्तुं शक्नोति. किमर्थम् इत्युक्ते यज्ञदत्ते आधेय आश्रयत्वं विधीयते यथा पूर्वम् उक्तं विधेयः पूर्वस्मिन् दृष्टान्ते वयं दृष्टवन्तः खलु. इत्युक्ते यज्ञदत्तम् उद्दिश्य, यज्ञदत्तं लक्ष्यीकृत्य, वेरि स्पेसिफिकलि लक्ष्यीकृत्य इत्युक्ते यज्ञदत्तः अस्माकं लक्ष्यमस्ति, तं यज्ञदत्तं लक्ष्यीकृत्य अथवा उद्दिश्य तस्मिन् यज्ञदत्ते आधेयताश्रयत्वम् आरोपितम् अस्ति अथवा विहितमस्ति, विधीयते इति वदामः. अधुना उद्देश्यविधेयभावः विशेषणविशेषभावात् भिन्नः इति अत्र स्थापितम्. उदाहरणार्थम् उत्तमः यज्ञदत्तः, तत्र यज्ञदत्तः उद्देश्यः उत्तमः विधेयः, तत्रापि यज्ञदत्तः उद्दिश्य वदति उत्तमः यज्ञदत्तः इति. तर्हि अत्र प्रश्नः कः? प्रश्नः कः इत्युक्ते यदि वक्तुं शक्यते किम्? आं शक्यते. उदाहरणार्थम् उन्नतः वृक्षः इति वदति चेत् कुत्र वक्तुं शक्यते इति चेत् उदाहरणार्थं रामः मार्गमध्ये मार्गमध्ये एकं वृक्षं पश्यति तत्र तत् सः वृक्षः तं वृक्षम् उद्दिश्य वदति अहो एषः वृक्षः उन्नतः इति. इत्युक्ते रामस्य लक्ष्यं तु निश्चितमस्ति खलु? लक्ष्यम् एकः वृक्षः एव तत्र, तद् उन्नतः इति वदति. तादृशं वक्तव्यं चेत् अत्र उत्तमः यज्ञदत्तः इति वक्तुं शक्यते. हा, तत्र तर्हि तत्र विशेषणविशेषभावः वा अथवा उद्देशविधेयभावः वा? अत्र उद्देशविधेयभावः, उद्देश्यविधेयभावः. सत्यं. यतोहि एषः वृक्षः इति यदा लक्ष्यीकरणं, लक्ष्यस्य चयनं भवति, एषः वृक्षः तु विशेषणविशेषभावः अस्तु, तत्र एषः वृक्षः इति अस्य वदनेन एकं वृक्षं निश्चित्य वृक्षस्य समूहात् एषः वृक्षः अपेक्षितः रामस्य पुरतः यः अस्ति सः वृक्षः, तं वृक्षं निश्चित्य तस्मिन् वृक्षे औन्नत्यम् अथवा उन्नतत्वम् आरोपयति खलु? तदर्थम् उद्देशविधेयभावः. यदि केवलम् उन्नतवृक्षः इति वदति चेत् विशेषणविशेषभावः, परन्तु पुरतः दृश्यमानं वृक्षम् उद्दिश्य एषः वृक्षः उन्नतः इति वदनेन कीदृशभावः? तत्र उद्देश्य विधेयभावः. आम्, समीचीनम्. अस्तु, अन्तिमवाक्यम्. तत्र विशेषणविशेषभावः न, अत्र वृक्षस्य उन्नतस्य च विशेषणविशेषभावः नास्ति, अपि तु उद्देश्यविशेषभावः यथा पूर्वमुक्तम्. अतः ययोः द्वयोः पदयोर्मध्ये विशेषणविशेषभावः भवति, तयोः कदाचित् उद्देश्यविधेयभावः अपि भवितुम् अर्हति. तत्र सामान्यतया वक्तुं शक्नोति कदाचित् विशेषणविशेषभावः भावस्य प्रयोगे उद्देश्यविधेयभावः अपि भवितुम् अर्हति इति. इत्युक्ते यथा पूर्वमुक्तं एकमेव प्रथम अदृष्ट पुरतः हा पुरतः विद्यमानं वृक्षं दृष्ट्वा दृष्ट्वा तस्मिन् विधेय विद्यमान विशेषणं विशेषणं वदति चेत् तद् तत्र तत्र उद्देशविधेयभावः इति बहु समीचीनं महोदय. किन्तु वाक्यम् एवं भवति, अस्तु एकम् एतं वृक्षम् उद्दिश्य तस्मिन् उन्नतत्वम् आरोपयति इति, अथवा एतं वृक्षम् उद्दिश्य तस्मिन् वृक्षे उन्नतत्वं विदधाति इति उद्देशविधेयभावः. अत्र उद्देश्यः कः? उद्देश्यः वृक्षः विधेयः औन्नत्यम् औन्नत्यं समीचीनं. तद्वदेव आधेयताश्रयः यज्ञदत्तः तस्मिन् तत्र यज्ञदत्तः उद्देश्यः आधेयाश्रयः विधेय इति अस्ति इति अग्रे पश्येम. सम्यक् अस्ति. तर्हि क्षमतां भगिनि, मम दूरवाणीं भग्नं जातं, पुनः आगतवान्. अस्तु अस्तु, तर्हि श्रुतं खलु महोदय एतावता? आमामां, किञ्चित् किञ्चित् न श्रुतं, परन्तु प्रायशः अन्यत् सर्वं श्रुतं. तर्हि एकं वस्तुं लक्षीकृत्य तस्मिन् यत्किमपि आरोपणं, यथा वृक्षम् उद्दिश्य वृक्षं लक्षीकृत्य औन्नत्यस्य आरोपणम् इति अस्ति उद्देशविधेयभावः. तावदेव, विशेषणविशेषभावः नास्ति इति वार्ता. अस्तु, अग्रे रामप्रिया भगिनी अस्ति वा? आं भगिनि अस्मि. हा अस्तु, अग्रिमः परिच्छेदं कृपया. तर्हि तयोः मध्ये कः भेदः इति चेत्, विशेषणविशेष्यभावः इत्यस्य अर्थः एवं, कश्चन समुदायः अस्ति, तस्मात् समुदायात् एकः पदार्थः विशिष्यते, भिद्यते, पृथक्क्रियते. शतं वृक्षाः सन्ति, तेषु एकः उन्नतः. अत्र अयम् एकः वृक्षः अन्येभ्यः वृक्षेभ्यः पृथक्क्रियते. रामः वक्तुम् इच्छति एकः वृक्षः श्वः कर्तनीयः इति, किन्तु वृक्षशब्दस्य कथनेन लोके सर्वे विद्यमानाः वृक्षाः गृह्यन्ते. अतः तस्मात् बृहतः समुदायात् कः वृक्षः इति व्यक्तीकर्तुं रामः यदा वदति मया श्वः यः वृक्षः कर्तनीयः सः उन्नतः, तदा अनेन अयम् एकः वृक्षः लोके अवशिष्टेभ्यः वृक्षेभ्यः पृथक् क्रियते. वृक्षसमूहात् अयं वृक्षः विशेषणीयः, येन पृथक् स्यात्, येन सर्वेषु वृक्षेषु अन्यतमः इति प्रकटीकर्तुं शक्नुयात् इति विशेषणविशेष्यभावः. अत्र तयोः मध्ये कः भेदः इत्युक्ते, विशेषणविशेष्य यो विशेषणविशेषयोः उद्देश्य विधेययोः तयोः मध्ये कः भेदः इति, विशेषणविशेष्यभावः इत्यस्य अर्थः अस्ति, कश्चन समुदायः अस्ति, बृहत् समुदायः अस्ति इत्युक्ते तस्मिन् एकः पदार्थः भिन्नः वा विशिष्यते वा पृथक् करोति चेत् तद् विशेषणं. शतं वृक्षः अस्ति चेत् तस्य एकः वृक्षः उन्नतः उन्नतः तेषु एकः उन्नतः इति, अयम् एकः वृक्षः अन्यवृक्षेभ्यः भिन्नः इति अस्ति चेत् तद् वृक्षः विशेषणं. रामः वक्तुम् इच्छ यदा एक उदाहरणरूपेण अस्ति अत्र, रामः वदति अहं श्वः एकः वृक्षः कर्तनीयः इति, तस्य वचनेन वयम् अवगन्तुं न शक्नुमः कस्य वृक्षः कः वृक्षः सः कर्तनीयः इति. यदा सः वदति मया श्वः यः वृक्षः कर्तनीयः सः उन्नतः इति, उन्नतः इति शब्देन वयम् अवगन्तुं शक्नुमः एवं एतद् वृक्षः एषः वृक्षः एव इति. तद् लोके अवशिष्टेभ्यः वृक्षेभ्यः एतद् वृक्षः भिन्नः इति वयम् अवगन्तुं शक्नुमः. अयं वृक्षः विशेषणीयः वृक्षः वृक्षसमूहात्. सर्वेषु वृक्षेषु तद् एतद् एषः वृक्षः अन्यतमः इति अपि प्रकटीकर्तुं वयं शक्नुमः. तदेव विशेषणविशेष्यभावः इति. समीचीनमस्ति भगिनि. तर्हि विशेषणविशेष्यभावः इत्युक्ते समूहात् एकस्य विशिष्टरीत्या चयनम् अथवा समूहात् एकस्य पृथक्करणम्. भगिनी समाप्यते भगिनि, अयमेव परिच्छेदः खलु. अहम् आसम् किन्तु द्वाभ्यां निमेषाभ्यां पूर्वं गतवती वर्गात् तावदेव. अस्तु अस्तु. तर्हि इतः पर्यन्तं कोऽपि प्रश्नः अस्ति वा? विशेषणविशेष्यभावः इति यथा रामप्रिया भगिन्या उक्तं समूहात् एकस्य पृथक्करणम् इति. उद्देश्यविधेयभावः इत्युक्ते एकं वस्तुम् उद्दिश्य अथवा लक्ष्यीकृत्य तस्मिन् कस्यचित् धर्मस्य वा अथवा कस्यचित् गुणस्य आरोपणम् इति उद्देश्यविधेयभावः. उद्देश्यविधेयभावस्थले तु यः कोऽपि उद्देश्यः भवति अथवा यः यत्किमपि उद्देश्यः भवति तत्तु स्पष्टमस्ति. समूहात् एकस्य चयनम् अथवा पृथक्करणम् इति नास्ति. परन्तु विशेषणविशेषभावस्थले तादृशसमूहात् पृथक्करणव्यवस्था अस्ति इति. कोऽपि प्रश्नः? तत्तु भगिनि, उन्नतः वृक्ष तत् वृक्षस्य गुणम् अस्ति न? सत्यम् सत्यं भगिनि, उन्नतः इति गुणस्य वृक्षस्य गुणः अस्ति एव. परन्तु वृक्षः इति पदेन भगिनी यथा पठितवती सर्वे वृक्षाः गृह्यन्ते लोके, यावन्तः वृक्षाः ते सर्वे गृह्यन्ते, तेषु एकः उन्नतः इति कृत्वा पृथक्करणं भवति एकस्य. अपरेभ्यः वृक्षेभ्यः एकः वृक्षः पृथक् इति भवति. अस्तु. परन्तु यदा कमपि उद्दिश्य लक्ष्यीकृत्य पुरतः विद्यमानं वृक्षम् उद्दिश्य एषः वृक्षः उन्नतः इति वदति चेत् तदा वृक्षे औन्नत्यम् आरोपितं भवति. वृक्षम् उद्दिश्य औन्नत्यम् आरोपितं, सः एव उद्देश्यविधेयभावः. अस्तु. तर्हि प्रश्नाः न सन्ति चेत् अत्र विरमामः. धन्यवादः भगिनी. धन्यवादः शिवराज. धन्यवादः.